सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं नूतनविषयः अस्ति धातुपटे हौसन्धिः, चतुर्थः भागः, यत्र हलन्तेभ्यः धातुभ्यः धकारादिप्रत्ययः वर्तते। इत्युक्ते स्वभावतः स्वतः एव प्रत्ययः धकारादिः भवितुमर्हति, अथवा प्रक्रियायां धकारादिः भवितुम् अर्हति। यथा तत्र हुजल्व्योहेर्दिः इति सूत्रेण ही प्रत्ययस्य धी आदेशः भवति, तदानीं तत्र प्रत्ययः धकारादिः भवति हुजल्व्योहेर्दिः इति सूत्रेण। अथवा जशसतोर्दोदः इति सूत्रेण तकारादिप्रत्ययः तयोः द्वयोः स्थाने धकारादेशः भवति, अतः धकारादिप्रत्ययः भवितुमर्हति। अतः स्वतः एव प्रत्ययः धकारादिः भवति। मध्यमपुरुषे आत्मनेपदी लटि द्वे लोटि लोटि लङ्गि च द्वम् इति तिस्रः सम्भावनाः सन्ति यत्र प्रत्ययः धकारादिः भवितुम् अर्हति। तर्हि इदानीम् अत्र हलन्तधातुभ्यः धादिप्रत्ययः चेत् पञ्चसम्भावनाः इति, ततः आरभ्य एकवारं पठामः। किम् अनिमा भगिनी आरब्धुमिच्छति वा? आं भगिनि, हलन्तधातुभ्यः धादिप्रत्ययः चेत् पञ्चसम्भावनाः, ततः आरभ्य किल? आमाम्। अत्र अस्माकं प्रमुखसिद्धान्तः जष्त्वम्। किमर्थं? प्रत्ययस्य आदौ यः धकारः अस्ति सः झषि अस्ति किल। वर्गस्य तृतीयचतुर्थयोरन्यतमो वर्णोऽस्ति। यत्र प्रत्ययस्य आदौ सकारः तकारः धकारः च आसीत् तत्र प्रत्ययस्य आदिमवर्णः खरि आसीत् इति कारणतः खरि च इत्यनेन सर्वत्र चत्वं भवति स्म। परञ्च अधुना खर् न अपि तु झष् परः अस्ति, अतः झष्त्वं भवति, नाम वर्गस्य तृतीयसदस्यादेशः। अत्र धकारः धादिप्रत्ययः, धकारः परे आगच्छति चेत् झष्त्वं भवति, झला अल अस्तु झष्त्वं भवति, यतोहि खरि च इति अत्र न सम्भवति इति। धकारः तृतीयचतुर्थयोः तस्मिन्नेव भवति अतः इति कारणतः इति दत्तमस्ति। अग्रे पठामि वा? ओके, सूत्रम् केवलं प्रथमवाक्यम् अनुवृत्ति सूत्रम्। झलां झष् झषि, झलां स्थाने झषादेशो भवति झषि झषि परे। अनुवृत्तिसहितसूत्रं झलां झष् झषि संहितायाम् इति अस्ति। आं, समीचीनम्। इत्युक्ते अस्मिन् करपत्रे प्राधान्येन जलां झष् झषि इत्यस्य अवसरः बहुधा भवति। अस्तु, इदानीं पञ्चसम्भावनाः काः इति इदानीम् अग्रे पश्यामः। अत्र किं प्रथमसम्भावनां किं वंशि भगिनी पठति वा? धात्वान्ते वर्गस्य प्रथमः द्वितीयः तृतीयः चतुर्थः च वर्णः एषु अन्यतमे तमः चेत् धात्वान्ते झष्ट्वं झलां झष् झषि। धात्वान्ते वर्गस्य यदि धातोः अन्ते यदि प्रथमः द्वितीयः तृतीयः नो चेत् चतुर्थः वर्णः अस्ति, अन्यतमः वर्णः अस्ति, तर्हि तत्र उत्सर्गसूत्रमस्ति झषं झष्ट्वं भवति। परन्तु अत्र अपदान्तकार्यमस्ति इति कारणात् झलां झष् झषि इति सूत्रेण झष्ट्वं भवति। क ख ख इत्यस्ति एते वर्णाः सन्ति, तर्हि तत्र वर्गस्य तृतीयवर्णः भवति जलां झष् झषि इति सूत्रेण, अतः ककारः आदेशः भवति। उदाहरणे शशा शासक् लोकः परः परः कः प्रत्ययः जश् झषि इति अस्ति झषि झष् प्रत्ययः अस्ति न न न परः कः वर्णः परः कः वर्णः हा जलां स्थाने झष् आदेशः भवति झषि दात्वन्ते दात्वन्ते तु वर्गस्य प्रथमः द्वितीयः तृतीयः चतुर्थवर्णः अनन्तरं कः वर्णः प्रत्ययस्य कः वर्णः कीदृशप्रत्ययः परः भवेत् ओ जशादिप्रत्ययः भवेत् न तत्र तु जशादिप्रत्ययं न न तथा न वक्तव्यम् अत्र तु अस्मिन् करपत्रे किम् अस्ति ओ दकारादि परः दकारादिप्रत्ययः भवेत् झषि अस्ति एव झषि अस्ति परन्तु दकारादिप्रत्ययः सत्यं मम चिन्तनम् अस्ति सूत्रे किं किं झष् नास्ति वा किम् अस्ति इति चिन्तयन्ति अस्ति अस्तु भगिनि अस्तु धकारादिप्रत्ययः करपत्रेषु अस्मिन् करपत्रे धकारस्य विषये चर्चा जायमानः अस्ति इति कारणात् तत्र धकारः झष् वर्णः अस्ति इति कारणात् झषादिप्रत्ययः भवति अतः अस्ति जायमानः अस्ति इति उक्तवती इति श्रीलिङ्गे जायमाना जायमाना चर्चा जायमाना अस्ति शासकयोगः हि इति उदाहरणमस्ति शासकयोगः धी भवति तत्र हूजल्भ्योर्हेर्धिः इत्यनेन हाकारस्य स्थाने धकारः आदेशः भवति अतः तत्र शासकयोगः धी इति भवति अतः तत्र अपदान्तकार्यमस्ति धी परे धकारः झष् वर्णः अस्ति इति कारणे ककारस्य स्थाने गकारः आदेशः भवति शासग्धि इति भवति च ज झ इति यदि वर्णाः सन्ति तत्र ककारः न ककारः ओ ककारः आदेशः भवति कथं भवति इत्युक्ते प्रथमं तु चोः कुः इत्यनेन तत्र अपदान्तकार्यम् अपि भवति चोः कुः इत्यस्मिन् चकारस्य चवर्गीयवर्णः यदि अस्ति तस्मिन् स्थाने कवर्गीयवर्णः आदेशः भवति अतः कवर्गीयवर्णः प्रथमः आगच्छति तस्मात् झलां झष् झषि इत्यनेन कवर्गीय यः तृतीयवर्णः अस्ति सः एव आदेशः भवति इति कारणात् तत्र गकारः आदेशः भवति उदाहरणे तत्र जाझर्झ योगः हि इति अस्ति तत्रापि भूजल्भ्योर्हेर्तिः इत्यनेन धकारः आदेशः भवति जाझर्झ योगः धि जाझर् हा तत्र झकारस्य स्थाने चुहुकुः इत्यनेन घकारः आदेशः भवति तृतीयवर्ण कवर्गीयतृतीयवर्णः आदेशः भवति तस्मात् झलां झष् झषि इत्यनेन घकारस्य स्थाने अल्पप्राणघकारः आदेशः भवति झर्घ् योगः धि झर्घि इति अन्तिमरूपम् किन्तु भ्रश्य भ्रश्य सृज मृज यज राज भ्राज एते शब्दाः यदि सन्ति एते धातवः यदि सन्ति तत्र षकारः अन्त्यवर्णस्य स्थाने षकार मूर्धन्यषकारः आदेशः भवति व्रश्य भ्रश्य सृज मृज यज राज भ्राज झषांशः इत्यनेन परिगणितः धातवः सन्ति षकारः अनन्तरं तत्र धकारः अस्ति इति मत्वा यदि धकारः अस्ति तर्हि तत्र सुनाष्टुः इत्यनेन धकारस्य स्थाने धकारः आदेशः भवति धकारः अपि जश्वर्णः अस्ति इति कारणात् तत्र जलां झलां झषि इत्यनेन षकारः मूर्धन्यवर्णः अस्ति इति कारणात् मूर्धन्यवर्णेषु मूर्धन्यवर्गीयवर्णेषु तृतीयवर्णः आदेशः भवति अतः डकारः आदेशः भवति उदाहरणं पश्यामः यायज्योगः हि यायज्योगः धि इति भवति भूजल्भ्योर्हेर्तिः इत्यनेन यायज् इति तु यज् धातुतः निष्पन्नः शब्दः अतः तत्र भ्रश्य भ्रश्य सुजमुज यजराज भ्राज चषांशः इत्यनेन जकारस्य स्थाने मूर्धन्यषकारः आदेशः भवति यायश्योगः धि अधुना ष्ठुनाष्टुः इत्यनेन षकारः उत्तरवर्ती यः धकारः अस्ति धकारस्य स्थाने ढकारः आदेशः भवति अधुधातु ढकारः झष् वर्णः अस्ति, झष् वर्णः अस्ति इति कारणात् तत्र मूर्धन्यषकारस मूर्धन्यवर्णेषु तृतीयवर्णः आदेशः भवति. या यड् योगः ढि यायड्ढि इति भवति. सुक्सहितचकारान्तधातुः इति चेत् श्वोः षूडनासिक च्वोः षूडननासिके च इत्यनेन षत्वं भवति. पाप्रच् योगः हि पाप्रच् योगः धि भूजल्प्योर्हेति इत्यनेन तत्र पाप्रच् इति सुक्सहित प्रच् धातु तुक्सहित अस्ति. अपि च झलन्तेभ्यः भवतिवर्णः झल् वर्णपरे अपि भवति इति चिन्तयामि भवति. शोषुनासिके च इति झलन्तेभ्यः अपि भवति वा भगिनि? तत्र झलिपरे झलिपरे परे झलिपरे अन्नासिके परे जलादि जलादि प्रत्यये परे जलादि अपि अस्ति इति तत्र अस्तु. अतः तत्र हि झल् वर्णः अस्ति इति कारणात् तत्र तुक्सहितचकारस्य स्थाने षत्वं भवति. अतः पाप्रश् योगः धि. अधुना तु ष्टुनाष्टुः इत्यनेन पाप्रश् योगः ढि. तस्मात् झलां झष् झषि इत्यनेन पाप्रड् योगः ढि पाप्रढि इति रूपं भवति. ट ढ इति एते बहु समीचीनम्. इदानीम् अन्य कोऽपि पठति सम्यक् अस्ति. धन्यवादः. मीना भगिनी अग्रे पठति वा? पठामि भगिनि. ट ढ ष्टुणाष्टुः जलां झष् झषि पापट् इति पापट् इति अस्ति. पापट् योगः धि तत्र हू जल्प्यो हेर्दिः इति स्तोत्रेण हकारस्य धकार भवति. पापट् योगः ढि तत्र पापट् योगः ढि पापट् योगः धि भवति. पापट् हि पापट् धि भवति. पापट् योगः ढि भवति ष्टुनाष्टुः इति सूत्रेण. देन् जलां झस् झसि पापड् योगः डि पापड्डि इति अन्तिमरूपम्. थ अग्रे पठामि वा? थ तत्र दकारः अस्ति. अद्दिति धातु हि हू जल्प्यो हे द्धि इति सूत्रेण अद्दिः द्धि भवति. अद्धि अद्धि केवलं वर्णमेलनमेव अस्ति तत्र. तत्र जलां झष् झषि भवति. अद्धि वर्णमेलनमेव किल तत्र. इत्युक्ते पर्जन्यवत् जलां झष् झषि इति भवति, परन्तु रूपपरिवर्तनं नास्ति. जरो झरि सवर्णे इत्यनेन हल् उत्तरस्य जरः विकल्पेन लोपः सवर्णझरि परे. नूतनसूत्रं जरो झरि सवर्णे इत्यनेन हल् उत्तरस्य जरः विकल्पेन लोपः सवर्णझरि परे. उदाहरणं रुन्ध् योगः हि कूचल्प्यो इति सूत्रेण रुन्द् धि भवति. देन् तदनन्तरं रुन्द् धि तत्र रुन्द् धि कथं भवति तत्र जलां झष् झषि वा? तत्र जलां झष् झषि कुत्र अस्ति? रुन्द् धि रुन्द् धि. देन् तदनन्तरं जरो झरि सवर्णे इति सूत्रेण विकल्पेन रुन्धि भवति. तत्र किं जरो झरि इति सूत्रं किं वदति इति किं वदति भगिनि? तत्र उपरि दत्तमस्ति खलु, इति हल् उत्तरस्य जरः विकल्पेन लोपः सवर्णे झरि परे विकल्पेन लोपः सो रुन्द् रुन्धि अरुन्धिति सो रूपद्वयम् अस्ति करोति इति प्रतिपादयतु किं भगिनि सूत्रं कथं कार्यं करोति इति प्रतिपादयतु हल् कः वर्णः हल् वर्णः हल् तत्र रुन्द् रुन्द् तत्र जरो झरि इति सूत्रं जरः तन् झरि परे धकारः धकारः हि स्थाने धकारः अस्ति तत्र झर् वर्णः अस्ति जरः इति रुन्द् तत्र अन्तिमवर्णः रुन्द् इति धातोः तत्र झर् अपि अस्ति तस्मात् रुन्द् विकल्पेन वर्णः हल् हल् हल् वर्णः हल् वर्णः अस्ति भवितव्यम् इति हल् उत्तरस्य भवितव्यम् इति न हल् वर्णः भवेत् भवेत् अत्र हल् वर्णः अस्ति चेत् नकारः हल् वर्णः तत्र अल्पप्राणधकारः जर्वर्णः अनन्तरं यः महाप्राणधकारः सः सवर्णजर्वर्णः सवर्णजर्णः विकल्पेन जर्वर्णः लोपः भवति तत् सो रुन्धि रुन्धि इति रूपद्वयं भवति विकल्पेन जर्वर्णः लोपः भवति इति न विकल्पेन जर्वर्णस्य लोपः भवति अथवा विकल्पेन जर्वर्णः जलां जष्टसि एव ते तेप् योगः हि इति ते तेप् इति दातु तत्र ते तेप् योगः हूजल् व्योहेर्धिः इति सूत्रेण ते तेप् धि भवति ते तेब् योगः धि भवति जलां जष्टसि इति ते तेब्धि जलां जष्टसि एव अग्रे पठामि वा बहु समीचीनं भवता सम्यक् सम्यक् अस्ति धन्यवादः सम्यक् अस्ति भगिनि धन्यवादः तर्हि इदानीम् अग्रे किं शुभभगिनी पठतु बिन्दुत्रयं पठतु आं भगिनि धात्वन्ते षकारः चेत् श इत्यस्य षकारः अनन्तरं डकारः भवति व्रश्च भ्रश्च सृजमुज यजराज भाज भ्राजश्चषां चः इति सूत्रेण तदनन्तरं ष्टुनाष्टुः अपि च झलां झष् झषि ईश् योगः द्वे धात्वन्ते षकारः तालव्यषकारः अपि च तत्र अतः तस्य व्रश्च भ्रश्च सृजमुज यजराज भ्राजश्चषाम् इत्यत्र षकाराणां षकारः भवति इति अस्ति अतः ईश् इति भवति तदनन्तरं योगः द्वे इदानीं द्वे इत्यत्र षकारात् षड् किं धकारस्य ढकारः भवति सुनाशुः इत्यनेन तत्र षकार टवर्गीयवर्णस्य टवर्गीयवर्णस्य योगे टवर्गीयवर्णादेशः भवति ईशयोगः ढ ढ्वे इति भवति इदानीं मूर्धन्यषकारात् परं ष्टुनाष्टुः तत्र परवर्णः टवर्गीय षकार टवर्गीयवर्णाः वर्णे किं वर्णौ तर्हि षकारस्य डकारादेशः भवति ईड्योगः ढ्वे अन्तिमरूपम् ईढ्वे इति तिष्ठति धात्वन्ते षकारः चेत् ष योगः ड तत्र ष्टुनाष्टुः अपि च झलां झस् झसि इत्यनयोः कार्यं चक्ष् योगः द्वे चक्ष् इत्यत्र अन्ते षकारः अस्ति परवर्णः ध्वा इति अस्ति तत्र एकं सूत्रम् अस्ति खलु ध्वा ध्वोः ओ संयोगः नास्ति अस्तु चक्ष्योगः द्वे तत्र शकारस्य डकारादेशः भवति तस्मात् पूर्वं प्रथमं तत्र ककारशकारयोः संयोगः अस्ति समीचीनं तर्हि किं भवति शकार धकारयोः संयोगः ककारयोः ककारशकारयोः संयोगः आम् ककार आम् तत्र ककारशकारयोः स्कोः संयोगाद्यो अन्ते इति कार्यं कर्तुं शक्नोति अस्तु किन्तु तत् कस्मिन् वर्णे परे अन्ते संयोगपरे जलपरे हा किन्तु पदान्ते अपि च जलपरे द्वयम् पदान्ते जलपरे तत्र किमर्थं न कार्यं करोति करोति एव ककारस्य लोपः भवति आमाम् आमां ककारस्य लोपः अभवत् तत्र चक्ष् इत्यस्मात् चष् इति अभवत् आम् तर्हि चष् योगः द्वे इत्यत्र इदानीं परवर्णस्य धकारस्य ढकारादेशः तत्र तु श्रुत्वं तदनन्तरं छड् योगः ढ्वे इति भवति तत्र वर्णमेलनं भवति धात्वन्ते सकारः चेत् स लोपः धीच इति सूत्रं धीच इत्यनेन सकारस्य लोपः भवति धकारादिप्रत्यये परे अवस्योगः द्वे धीच इति सूत्रं वदति सकारस्य लोपः धकारादिप्रत्यये परे वस् इति सकारान्तधातुः तस्य लोपः भवति द्वे इति धकारादिप्रत्ययः अस्ति परः अतः धी च इति किं वा इति एव तिष्ठति वायोगः द्वे वर्णमेलनेन वध्वे अग्रे पठामि वा धात्वन्ते धन्यवादः भगिनी इदानीम् अन्य कोऽपि पठतु समीचीनं सम्यक् अस्ति तर्हि इदानीम् अग्रिमविधं सरस्वती भगिनी पठति वा आं भगिनि नमस्कारः नमस्कारः धत्वन्ते हकारस्य ढकारः भवति लोपः ढकारस्य ढकारः होडः शनाष्टुः दोढिलोपः ढ्रुलोपे पूर्वस्य दीर्घो नः इत्यनेन ढलोपनिमित्तस्य पूर्वस्य अनः दीर्घः तर्हि धातु अस्ति अत्र लिह लिहयोग हि प्रथमतया तु हुजल्भ्योर्हेधि इत्यनेन हि अस्ति तस्य धि भवति हेर्भिः अतः धि भवति इदानीं हकारान्ते अस्ति ध धकार तदनन्तरम् अस्ति तर्हि होडः इत्यनेन हकारस्य स्थाने ढकारः भवति अतः लिड् योग धि भवति इदानीं शुनाष्टुः कार्यं करोति ढकारस्य स्थाने ढकार अतः लिड् धि भवति दोढे लोपः इत्यनेन ढकारस्य लोपः भूत्वा लि योग धि भवति तदनन्तरम् ईकार अण् प्रत्याहारे अस्ति अतः ढ्रलोपे पूर्वस्य दीर्घोणः इत्यनेन सूत्रेण ह्रस्व लि इकारस्य तत्र दीर्घ भूत्वा लीढि भवति दकारादि यदि हकारान्तधातोः चेत् हकारस्य प्रथमघकार तदनन्तरं गकार दादेर् धातोर्घः तथा जलां झष् झषि इति कार्यं करोति दुः अस्ति दुः योग हि तर्हि एतत् पूर्वमपि वयं दृष्टवन्तः बोडे बाधित्वा अत्र दो दादेर् धातुर्घः इति सूत्रं कार्यं करोति अतः ह स्थाने ढकार अभूत्वा अत्र घकार आगच्छति तर्हि दुग् योग धि अत्र तदनन्तरं जलं झषि कार्यं कृत्वा दुग्धि भवति दकारादि हकारान्तधातुः द्वे प्रत्यये परे चेत् हकार घकार तदनन्तरं घकार बष् भष् भवति दादेर् धतुर्घः एकाचो शोभश् झषन्तस्य स्तोः झलां चषि. तर्हि दिह दिह योगद्वे अस्ति चेत् तत्र पुनः दादिर् होडः बाधित्वा दादेर्धातुर्घः कार्यं करोति, अतः दिह अत्र दिग् भवति, दिग् योग द्वे भवति. इदानीं घ अस्ति महाप्राण, घ अपि महाप्राण, भष् भष् अस्ति एकाचो बशो भष् झषन्तस्य स्वोः, स्वोः परे भवेत्. अत्र धकार अस्ति अतः तत्र दिग् दिग् योगस्थाने धिग् भवति. दकार घकार, दकार तृतीयवर्ण अस्ति, घकार चतुर्थवर्ण अस्ति, अतः दकारस्य स्थाने धकार आगच्छति. धिग् योगद्वे अत्र जलाम्जषि कार्यं करोति, घकारस्य स्थाने घकार आगच्छति, अतः दिग् द्वे भवति, दिग् द्वे. अग्रे अपि पठनीयं किं? समीचीनं भवति, धन्यवादः, सम्यक् अस्ति. तर्हि तत् सर्वम् अस्माकं परिचितमस्ति इति कृत्वा अग्रे गच्छामः. तर्हि किं विजयलक्ष्मी भगिनी अग्रे पठति वा? श्रूयते वा? आमां श्रूयते. न श्रूयते? श्रूयते भगिनि. अग्रे खण्डशः प्रत्येकं विभागं परिशील्यते. प्रथमः बिन्दु, धातुः कवर्गान्तः प्रत्ययः धकारादिः सर्वत्र जष्त्वसन्धिः. धात्वन्ते कवर्गीयवर्णस्य स्थाने जष् आदेशः झलां जष् झषि इति सूत्रेण कवर्गस्य तृतीयसदस्यादेशः इति. यथा शासक योगः हि हूझल्भ्यो हेर्धि, हूझल्भ्यो हेर्धि इत्यनेन हि स्थाने धि आदेशः, शासक योगः धि झलां जष्झषि इत्यनेन जष्ट्वादेशः, शासक योगः धि वर्णमेलने शासक धि. लेलिक् योगः हि हूझल्भ्यो हूझल्भ्यो हेर्धि, लेलिक् योगः धि झलां जष् झषि लेलिग् योगः धि वर्णमेलनेन लेलिग्धि. तात्वङ् तात्वङ् योगः हि हूझल्भ्यो हेर्धिः, तात्वङ् योगः धि झलां जष् झषि तात्वङ् योगः धि. ओ अत्र परिवर्तनं किमपि नास्ति. अस्तु, वर्णमेलनेन तात्वङ् तात्वङ्घि. लालङ् हूझल्भ्यो हेर्धिः, लालङ् योगः धि झलां जष् झषि लालङ् योगः धि वर्णमेलनेन लालङ्घि. अग्रे पठानि वा भगिनि? सम्यक् सम्यक्, धन्यवादः भगिनि, समीचीनम् अस्ति. तर्हि कवर्गान्तधातुः कवर्गान्तः अस्ति चेत् किं भवति इति दृष्टम्. इदानीम् अग्रे चवर्गान्तः इति किं, सूर्यकुमारे भगिनी पठति वा? न भगिनि, चावर्गीयसमूहत्रयं सामान्यनियमः धात्वन्ते च ज ज वा चेत् चावर्गीयस्य स्थाने कावर्गादेशो भवति सोः कुः इति सूत्रेण. धात्वन्ते कावर्गीयवर्णस्य जस् आदेशः जलां जस् जसि इति सूत्रेण. यथा विस्नं च द्वे विञ्च विञ्च अङ्गमस्ति द्वे विञ्च न विञ्च विञ्च विञ्च अङ्गमस्ति प्रत्ययात् तकारादिप्रत्ययः अस्ति द्वे चोः खुः इत्यनेन चकारस्य स्थाने चवर्गीयस्य स्थाने कावर्गादेशो भवति विङ्क् योगः द्वे तत्र नकारः अस्ति नश्च पदान्तस्य जलि इत्यनेन अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः विङ्क् भवति विङ्क् योगः द्वे तकार जस् सर्णवर्णः अस्ति जलां जस् जसि इत्यनेन जस्वत्वादेशः विङ् योगः जष्त्वादेशः विङ् योगः द्वे अनन्तरं अनुस्वारसेयि परस्ववर्णः इत्यनेन अनुस्वारस्य स्थाने परसवर्णादेशः ककारान्तिम कावर्गीय अन्तिमवर्णः भवति विङ् योगः द्वे वर्णमेलनेन विङ् द्वे भवति युयोगः स्नम् ज स्नम् विकरणप्रत्ययः द्वे दकारादिप्रत्ययः अस्ति युञ्ज् भवति युञ्ज् योगः द्वे तत्र जकारः कावर्गीव चावर्गीवर्णः अस्ति चोः कुः इत्यनेन विङ् योगः द्वे भवति प्रथमं तदनन्तरं नच्पदान्तस्य जलि इत्यनेन विङ् प्रथमं किं भवति चोः कुः इत्यनेन कः वर्णः भवति गकारः गकारः ओके अग्रे विङ् विङ् अनुस्वारः भवति विङ् योगः द्वे विङ् नास्ति युङ् अनुस्वार युङ् विङ् योगः द्वे अनुस्वारस्य परस्ववर्णः इत्यनेन विङ् द्वे भवति यथा विचि विचि विस्तरेण उक्तं तदा विचि पूर्वोदाहरणे तदेव जज् बहु समीचीनं भगिनि धन्यवादः इदानीं राजयोगः हि इति तत्र किम् उमा भगिनी वदति वा अस्ति वा भगिनी अहमस्मि किन्तु कुत्र अस्ति मयि लब्धं मया अत्र अत्रैव अस्ति तत्र बि बि इति भागः अस्ति खलु तत्र अग्रे राजर्जि योगः हि षोडः तदनन्तरं दशचतुर्दोधः दोधे लोपः अनन्तरं भवती पठतु तर्हि इदानीं तत्र लक्ष्मीभगिनी पठतु पश्यतु कुत्र भगिनि नमस्ते भगिनि जाजर्ज् योग हि हुजल्भ्यो हेतिः इत्यनेन हि इत्यस्य स्थाने धि इति आदेशः जाजर्ज् योगधि चोः कुः कार्यं करोति अनेन झकारस्य स्थाने सवर्गीय चतुर्थस्तम्भीय घकारादेशः जाजर्ग् योगधि इति स्थितिः जश् परे अस्ति अतः जल्वर्णस्य जश् आदेशः ककारस्य गकारादेशः भूत्वा जाजर्ग् योगधि वर्णमेलनं जाजर्ग्धि इति अन्तिमरूपस्थित्यते विच् च युज् च धातु रुधादिगणे सह तत्र श्नम् इति विकर्णप्रत्ययः धातोः मध्ये उपविशति श्नम् इत्यस्मिन् अनुबन्धलोपे न अवशिष्यते अग्रे यदा अस्माभिः रुधादिगणस्य सार्वधातुकप्रकरणं परिशील्यते तदा सर्वाणि सोपानानि पश्येम ध्येयं यत् अनुस्वारस्य परसवर्णादेशः भवति एकवारमेव क्रियायाः अन्ते सूत्रसङ्ख्या इति कारणं पूर्वत्र सिद्धम् इति सूत्रम् अत्र विच् युज् इति पूर्वमेव अस्माभिः दृष्टम् अत्र उक्तं यत् रुदादिगणीयः धातु इति कारणार्थं विकर्णप्रत्ययः विधीयते किन्तु मित् इति कारणात् धातोः अन्तिमस्वरस्य अनन्तरं न इति युज्यते हलन्दधातुः भवति अत्र नकारस्य किम् अनुस्वारादेशः अपि च परसवर्णादेशः सर्वं प्रक्रियायाः अन्ते भवति पूर्वत्र सिद्धम् इति सूत्रेण सूत्रस्य बलेन सूत्रसङ्ख्यादृष्ट्या तादृशं भवति इति अत्र उक्तम् तस्मिन् गणे विस्तारेण शील्यते इति अपि उक्तम् तत्र त्रीणि चत्वारि सूत्राणि सन्ति प्रथमवाक्यम् अनुवृत्ति सहित सूत्रं चोः कुः चवर्गस्य स्थाने कवर्गीय कवर्गादेशः भवति पदान्ते झलि च चोः कुः झलि पदस्य अन्ते च इति अनुवर्तिसहितसूत्रम् नश्चापदान्तस्य झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशः भवति झलि परे अनुवृत्तिसहितसूत्रम् अपदान्तस्य मह नः च अनुस्वारः झलि संहितायाम् अनुस्वारस्य ययि परसवर्णः अनुस्वारस्य स्थाने परसवर्णादेशः भवति ययि परे अनुवृत्तिसहितसूत्रम् अनुस्वारस्य इयि परसवर्णः संहितायाम् पूर्वत्र सिद्धं सपादसप्ताध्यायां स्थितस्य पूर्वस्य दृष्ट्या क्षम्यता सूत्रस्य दृष्ट्या त्रिपादी असिद्धा अपि च त्रिपाद्यां पूर्वत्र पूर्वत्रिपाद्याः दृष्ट्या परत्रिपादी असिद्धा सूत्रं स्वयं सम्पूर्णमतः पूर्वत्र असिद्धम् इति सूत्राणि समीचीनं सम्यक् भगिनि समीचीनं धन्यवादः इदानीं किम् अरुणा भगिनी अग्रे पठति वा नमस्कारः विशेषनियमः एते चकारान्त जकारान्तदातवः व्रश्च ब्रश्च सृज मृज यज् राज प्राज् चेत् अयं चोः कुः इत्यस्य अपवादः येषां चकारान्तजकारान्तधातूनां च अन्तिमवर्णस्य स्थाने षकारादेशो भवति व्रश्च ब्रश्च सृज मृज यज् राज राज च शांसः प्रत्यय आदौ धकारस्य स्थाने धकारादेशो भवति स्टुनास्टुः इति सूत्रेण धात्वान्ते षकारस्य स्थाने जष् आदेशः जलां जश्चषि सूत्रेण षकारः मूर्धन्यवर्गः अस्ति अतः तस्य स्थाने जस्त्वं नाम डकारादेशः भवति तदेव चकारदजकारदातवः दत्तं ब्रश्च ब्रश्च सृज् मुज् यज् राज् ब्राज् अत्र व्रश्य ब्रश्य सृज यज सर्वत्र अकारः अस्ति खलु अत्र अकारनात् मृज् इति एव परन्तु व्रश्य इति तत्र तु अकारं योजयित्वा उक्तवती खलु अतः चकार जकार अस्ति चेत् अन्तिमवर्ण शकारस्थाने आदेश षकारादेशो भवति मूर्धन्यषकार सूत्रमस्ति व्रश्च व्रश्च सृज भृज यज राज ब्राज चतुशांसः इति प्रत्यय आदौ धकारस्य अस्ति चेत् स्थाने धकारादेशो भवति शृणोस्तुः इति सूत्रेण धात्वान्ते षकारस्य स्थाने जश् आदेशः जलां जश् इति अतः षकारस्थाने डकारः आयाति अत्र उदाहरणान् दत्तं व्रश् युग्रहि हि स्थाने हुजल्योभ्यो हेद्धिः इति सूत्रेण धि आदेशः भवति वाव्रश् युगः धि स्कोः संयोगाद्या आद्यन्ते च इति सूत्रेण जलिपरे संयोगस्य आदौ स्थितस्य शकारस्य लोपः भवति वाव्रच् युगहर्धि. अधुना वर्षभ्रच् सृज मृज यज राजभ्राजचतुसहांसः इत्यनेन चकारस्थाने मूर्धन्यशकार आदेशः भवति वाव्रश् युगधि. स्टुनास्टुः इत्यनेन प्रत्ययस्थाने ढकारस्थाने ढकार आदेशः भवति वाव्रश् युगधि. चलां जश् जश् इत्यनेन षकारस्थाने डकार आगच्छति वाव्रड् युगधि. वर्णमेलेन वाव्रड्ढि इति रूपं भवति. तदेव समीचीनं समीचीनं बहु समीचीनं धन्यवादः. तर्हि इदानीम् उमाभगिनी प्राप्तं वा? न प्राप्तं. न प्राप्तं. करपत्रे चतुर्थकरपत्रे अस्ति भगिनि, धातुपाठे हल्सन्धिः चतुर्थकरपत्रे सेक्षन् बि इति जातम्. इदानीं तत्र बिन्दुद्वयं विशेषनियमः तत्र वयं स्मः. करपत्रस्य मध्ये अस्ति, किञ्चित् मध्यभागे. अस्तु, तर्हि भवती सिद्धा नास्ति इदानीं, तर्हि उषाभगिनी पठतु. अस्तु भगिनि, बरी ब्रज, बरी ब्रज योगः हि हुजल्भ्यो हेर्दिः इति सूत्रेण बरी ब्रज योगः दि स्कोः संयोगाद्योरन्ते च इत्यनेन मूलसकारलोपः अत्र प्रथमजकारः. बरी ब्रज इदानीं बरि ब्रज योगः धि ब्रश्च ब्रश्च सृज मृज यज राज भ्राज चषां शः इति सूत्रेण बरि ब्रश् भवति. बरि ब्रश् योगः धि ष्टुनाष्टुः इत्यनेन बरि ब्रश् भवति. बरि ब्रश् योगः ढि भवति. अनन्तरं जलां जश् जशि इत्यनेन बरि ब्रड् योगः ढि बरी ब्रड्ढि भवति. अस्तु, बरी ब्रज् इति धातु, बरी ब्रज् इति धातु मूलसका मूलधातु बरी ब्रज् इति ऐस्. बरी ब्रज् योगः हि हु जल्भ्यो हेर् दिहि इति सूत्रेण वस्तुतः अत्र बहुत्र यतोहि संयोगाद्योरन्ते चेत् तस्य कार्यं भवति खलु, अतः व्यूहः पाणिनीयाः इत्यनेन बरिब्रस् इत्येव स्वीकृत्य कार्यं करणीयं, बरिब्रज् इति न, बरिब्रस् योगः दि. मूलधातु बरिब्रश् इति अस्ति. बरिब्रश् योगः हि इति चेत् जकार जकार जल् जलन्तधातु जल् परः जलन्तधातुभ्यः परः हि अस्ति इत्यनेन हु जल्भ्यो हेदिः इत्यनेन बरिब्रश् योगः धि इति चिन्तयामः चेत् स्कोः संयोगाद्योरन्ते च सकारककार आदौ संयोगस्य कृते अन्ति चेत् सकारस्य अथवा ककारस्य लोपः इत्यनेन बरि ब्रस्ज् इति दट् सकारस्य लोपः भवति. सकारस्य लोपः इत्यनेन बरि ब्रज् एव अवशिष्यते. बरि ब्रज् योगः धि इति अस्ति. तत्र बरि ब्रज् योगः दि ब्रश्च ब्रश्च सृज मृज यज राज ब्राज चषांशः इत्यनेन ब्रज् धातोः अत्र उल्लेखः अस्ति सूत्रे. ब्रज् जकारस्य स्थाने मूर्धन्यषकारः आयाति. बरि ब्रश् योगः धि इति भवति. दकारः दन्त्यवर्णः ष्टुनाष्टुः कार्यं करोति. बरि ब्रश् योगः ढि भवति. बरि ब्रश् योगः ढि जलां जश् जशि इत्यनेन ढकारः जश् वर्णः इत्यनेन बरि ब्रड् शकारस्य स्थाने जष्त्वम् आदेशः भवति. बरि ब्रड् योगः ढि इति भवति. बरि ब्रड् ढि इति अन्तिमरूपम्. अग्रे पठामि किं भगिनि? आमाम् अग्रे गच्छतु. सरीसृज् सरीसृज् योगः हि हू जल्भ्यो हेदिः सरीसृज् योगः धि इति भवति. ब्रश्च ब्रश्च सृज मृज यज राज ब्राज ब्राजच्चशांशः इत्यनेन सरीसृष् भवति. सरीसृष् योगः धि ष्ठुनाष्टुः. सरीसृष् योगः ढि भवति. जलां जश् जषि सरीसृड् योगः ढि सरीसृड्डि. अत्रापि सरीसृज् आस्ट्रिस्क् अपि अस्ति. आस्ट्रिस्क् सेर्घ्यपिच्च इत्यनेन अपित्वस्य अध्यारोपणात् गुणसन्धिनिषेधः. ओ सेर्घ्यपिच् सरीसृज् सरीसृज् योगः हि अपित् हि प्रत्ययः इदानीम् अपित् भवति सेर्घ्यपिच् इति सूत्रेण. सि स्थाने हि हि इदानीम् अपित् प्रत्ययः भवति सेर्घ्यपिच्. सो सरीसृज् योगः धि गुणसन्धि गुणकार्यं नास्ति. सरीसर्ज् नास्ति. सरीसृज् एव अवशिष्यते. सरीसृज् योगः धि इदानीं सृज् धातु अपि वृश्च भ्रश्च सूत्रेण षत्वम् आयाति. सरीसृष् योगः धि शुनाष्टुः इत्यनेन धकारस्य स्थाने ढकारः. सरीसृष् योगः ढि जलां जश् जषि इत्यनेन षकारस्य स्थाने तृतीयवर्णः ढकारः. सरीसृड् योगः ढि सरीसृड्ढि भवति. मरीमृज् मरीमृज् योगः हि अत्रापि सेर्ह्यपिच्च इति कार्यं करोति. गुणकार्यं नास्ति. हूजल्भ्योमेव नास्ति. वदतु. अस्तु भगिनि. मरी मृज् योगः हि मरी मृज् योगः धि भ्रश्च भ्रश्च कार्यं करोति षत्वं. मरीमृष् योगः डि अनन्तरं जलां जश् जषि मरीमृड्ढि भवति. यायज् योगः हि तथा एव. यायज् हू जल्भ्यो हेर्दिः प्रथमं पुनः वक्तव्यं नास्ति भगिनि. ओ यायड्डि यायज् योगः हि यायज् धि भवति. तदा एव राराज् योगः हि राराड्ढि भवति. बा भ्राज् योगः हि तदा एव बा ब्राड्ढि भवति. तदा एव इति न तथैव तथैव तथा एव. अस्तु अस्तु भगिनि. आं धन्यवादः. ब्रश्चिति मूलधातुः तत् पठतु. ब्रश्चिति मूलधातुः ब्रश् इति मूलधातुः श्चुत्वं जष्त्वं च कृत्वा भ्रश्च् इति ब्रश्ज् भवति. श्चुत्वं अनन्तरं जष्त्वं ब्रज् भवति. अस्तु. ब्रश्ज् सकारः दन्त्यवर्ण इत्यनेन श्चुत्वम् अनन्तरं जकारः अस्ति इत्यनेन अनन्तरं श्चुत्वम् अनन्तरं जष्त्वं षकारस्य स्थाने जकारः अपि आयाति. अस्तु. सेर्ह्यपिच् इत्यनेन तदपि वयं पूर्वं दृष्टवन्तः. इत्यनेन अपित्वस्य अध्यारोपणात् गुणवृद्धिनिषेधः भवति. सम्यक्. समीचीनं समीचीनम्. उमा भगिनी प्राप्तवती वा? कृपया तत्र ब्रश्च इत्यस्मिन् अकृतद्योहाः पाणिनीयः इति कथं प्रवर्तते एकवारं कृपया स्मारयतु भगिनि. ओके. कः स्मरति अस्माकं वर्गे? लक्ष्मीभगिनी स्मरति वा? किं ब्रश्च इत्यस्य मूलधातुं तत्र वा परिब्रज् इति कीदृश धातुः? यङ्ग् लुगन्धधातुः खलु. हा, बरिब्रश्च् इति यङ्ग् लुगन्धधातुः एव. अत्र मूलधातुः तु भ्रश्च् इति अस्ति. तत्र मध्ये सकारः सकारजकारयोः संयोगः वर्तते. अत्र अत्र सकारस्य लोपः स्कोः संयोगादिवरन्ते च इत्यनेन भवति भविष्यति इति कारणात् किम् अकृतव्यूहाः पाणिनीयाः इति सूत्रेण सकारः अत्र श्चुत्वं जष्त्वं न क्रियते, प्रक्रियायां श्चुत्वं न कृत्वा तथैव तिष्ठति इति अत्र भ्रश्च इत्येव किं भ्रश्च इत्येव तिष्ठति, हा नशिष्यमाणं निमित्तं नशिष्यमाणं भवेत् इति कारणात् इदानीमेव तादृशप्रक्रिया न क्रियते इति अकृतव्यूहाः पाणिनीयाः इति परिभाषा वदति. किम् अस्ति निमित्तं, किं निमित्तं? निमित्तम् अस्ति जकार, किम् अस्ति स्कोः संयोगाद् झलि, हा जकारः एव जकारः, जकार कः जकारः? भ्रश्चित्यत्र सकारः तु नश्यते किन्तु निमित्तं तु जकारः एव खलु. आमाम्, अतः तस्य नाशमपि भवति भ्रश्चित्य, तस्य तु नाशः न भवति. किं सकारः नश्यति इति न वक्तव्यम् अत्र, सकारः नास्ति निमित्तं, सकारः निमित्तं नास्ति खलु, सकारः निमित्तं नास्ति, सकारस्य परिवर्तनार्थं निमित्तम् अस्ति अत्र स्कोः संयोग संयोगाद्योरन्ते च इत्यस्य झलि परे अस्ति खलु. अतः जल् वर्णः तस्य परिवर्तनं स्यात् अथवा नशिष्यमाणं भवति इति कृत्वा. कथं नशिष्यमाणं? स्कोः संयोगाद्योरन्ते न तत् अत्र जकारस्य इदं सूत्रमेव ब्रश्च ब्रश्च सृजमृजयजराजभाजश्च इति सूत्रेण जकारस्य षत्वं भवति इति कारणम् इत्युक्ते भाविनि अस्य परिवर्तनं स्यात् अथवा लोपः स्यात् कोऽपि कोऽपि नशिष्यमाणम् इत्यस्य अर्थः तदा स्यात् इति अपि तस्मिन् दिने स्मारितं. नशिष्यमाणम् इत्युक्ते लोपः इति एव नास्ति, परिवर्तनं भवति चेदपि नशिष्यमाणम् इति पदेन युज्यते इति कारणात् अत्र जकारस्य परिवर्तनं भवति शकारस्य रूपेण. अतः भाविनि भविष्यत्काले तस्य नशिष्यमाणं निमित्तम् अस्ति. निमित्तं कस्य निमित्तम् इति चेत् स्कोः संयोगादिवन्ते च इति सूत्रस्य निमित्तं जकारः, सः जकारः नशिष्यमाणं भवति इति कारणात् अकृतव्यूहाः पाणिनीयाः इति परिभाषया यत् सः सकारः मूलधातौ तिष्ठति तत् तथैव तिष्ठति इति विचारः. सत्यम् इत्युक्ते तत्र स्तोः शुनाश्चुः इत्यस्य निमित्तम् अस्ति जकारः, तेन जकारेण एव सकारस्य स्थाने जकारादेशः भवितुम् अर्हति. इदानीं तादृशजकारः यः धात्वन्ते वर्तते, तादृशजकारः यद् निमित्तरूपेण वर्तते तस्य परिवर्तनं भवति ब्रश्च ब्रश्च इति सूत्रेण. सकाररूपेण यदा परिवर्तनं भवति तदानीं तादृशसकारेण जष्त्वं तादृशसकारेण स्तुत्वं न भवितुमर्हति. अतः इदानीं निमित्तं नष्टम्, अग्रे गत्वा नशिष्यमाणम् इति कृत्वा तान्निमित्तं स्वीकृत्य सोऽशुनशु इत्यस्य कार्यं न करणीयम्. अतः यः धातुः अस्माभिः स्वीक्रियते प्रक्रियार्थं तर्हि तत् सः धातुः भवति बरि ब्रज् इति. एवमेव अपि वा व्रश्च इत्येव स्वीकरणीयं, तत्र वा व्रश्च इत्यत्र नशिष्यमाणं निमित्तं किम् अस्ति? उमा भगिनी वदतु. अवगतं वा भवत्या? अस्तु, तत्र वंशी भगिनी वदतु, नशिष्यमाणं निमित्तं किम्? तत्र चकारस्य स्थाने षकारः मूर्धनि षकारः आदेशः भवितुम् अर्हति किल भवति, अतः तत्र व्रश्च एव स्वीकरणीयः यदा भवति तादृशषकारः सोऽश्चुनश्चुः इत्यस्य निमित्तं न भवति, अतः निमित्तम् इदानीं नष्टं. नष्टम्, अस्तु अस्तु. तर्हि प्रक्रियायां निमित्तं नशिष्यमानम् अस्ति, प्रक्रियायां निमित्तम् अग्रे गत्वा नशिष्यमानम् अस्ति, अतः निमित्तं नशिष्यमाणम् इति कृत्वा तादृशकार्यम् इदानीं न करणीयम्, अतः वा व्रश्च इति न करणीयम्, यतोहि चकारः इति यः निमित्त यद् निमित्तं वर्तते सकारस्य तालवे शकार आदेशरूपेण परिवर्तनार्थम्, इदानीं तादृशचकारः अग्रे गत्वा नशिष्यमाणः अस्ति चकारः इति कृत्वा तत्र सोच्न स्युः इति कार्यं न प्रवर्तनीयम्, अतः वा व्रश्च इति स्वीकृत्य प्रक्रिया प्रचलति. समीचीनं, धन्यवादः भगिनि, धन्यवादः लक्ष्मी भगिनि. अस्तु तर्हि तत्र व्रश्च ये अस्मिन् सूत्रे यानि ये धातवः सन्ति तेषां कृते एव प्रवर्तते प्रायः व्रश्च भ्रश्च अपि च अस्ति तेषां तयोः एव भवति इति चिन्तयामि किल भगिनि. तत्र यतोहि अस्य सूत्रे धातवः सन्ति तत्र कुत्र कुत्र प्रवर्तते इति वा? आम् आम्, अत्र प्रायः तत्र अस्मिन् सूत्रे एव तत्र अस्य सूत्रस्य प्रसृतिः एव भवति किल. तत्र यदि न भवति न क्षम्यतां यदि भवति तदा एव तत्र अकृतव्यूहाः पालनीयाः इति करणीयमस्ति, नो चेत् नास्ति किल. तत्र मृज इत्यस्मिन् तु नास्ति. आमामां, सृज मृज यज राज इत्यत्र सर्वत्र नास्ति. नास्ति, व्रश्च व्रश्च इत्यस्मिन्नेव अस्ति. अस्तु, समीचीनं, धन्यवादः, धन्यवादः. ओके, तर्हि इदानीं तत्र सूत्राणि सन्ति. उमा भगिनी प्राप्तं वा? कोः संयोगादिरञ्जस्य इति सूत्रं प्रथमवाक्यम् अन्तिमवाक्यं पठतु. प्राप्तं वा भवत्या? हरि ओम्. कोः संयोगाद्योरन्ते च संयोग सारि 8229 संयोगस्य प्रथम सदस्यः सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्य लोपो भवति, न तु द्वितीयसदस्य झलि पदान्ते च. अनुवृत्तिसहितसूत्रं संयोगाद्योः कोः लोपः झलि पदस्य अन्ते च. पदस्य अन्ते झलि अस्ति चेत् संयोगाद्योः कोः लोपः भवति. न केवलं पदान्ते अपि तु जलिपरे अपि भवति. पदान्ते जलिपरे, पदान्ते जलिपरे, यस्. अग्रे धातुः सकारान्तः प्रत्ययः धकारादिः, धकारादिप्रत्यये परे सकारान् न इदानीं व्रश्य व्रश्य इति सूत्रमस्ति खलु, कुत्र अस्ति भवती? अन्यत्र कुत्रचित् अस्ति इति भाति. अस्तु तर्हि किं शोभा भगिनी पठति वा? आं भगिनि. व्रश्च भ्रश्च सृज मृज मृज यजराज भ्राज छषां शः इति सूत्रं. व्रश्च भ्रश्च सृज मृज यज राज भ्राज छकारान्तानां षकारान्तानां च एषां धातूनां अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च. केवलं प्रथमवाक्यं वा भगिनि? आम्, अनुवृत्तिसहितसूत्रमपि. आम्, अनुवृत्तिसहितसूत्रं व्रश्च भ्रश्च सृज मृज यजराज भ्राज छषां शः झलि पदस्य अन्ते च इति. एतेषां धातूनाम् अपि च षकारान्तधातूनां षकारादेशः भवति झल् प्रत्यये परे पदस्य अन्ते च इति सूत्रस्य आशयः. स्थुनाष्टुः इति अपि पठामि वा? आं, पठतु भगिनि. स्थुनाष्टुः इति सूत्रं दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः मूर्धन्यषकारः षकार टवर्गीयवर्णयोः योजनेन. अनुवृत्तिसहितसूत्रं स्तोः ष्टुना ष्टुः संहितायां तत्र स्तोः सकार अथवा तवर्गीयवर्णानां अनिमिष्टुना षकार टवर्गीयवर्णे तेन ष्टुः भवति संहितायाम् इति भवति, तत्र निमित्तं ष्टुना इति भवति. प्रश्नः उदेति किमर्थं ष्टुना ष्टुः सर्वदा पूर्वम् आयाति झलां झष् झषि परम् इति. पूर्वत्र सिद्धमिति कारणं द्वे अपि सूत्रे त्रिपाद्यां तत्र सूत्रसङ्ख्या दृष्ट्या ष्टुनाष्टुः इति पूर्वसूत्रं झलां झष् झषि इति परसूत्रम्. पूर्वत्र सिद्धं सपादसप्ताध्यायां स्थितस्य सूत्रस्य दृष्ट्या त्रिपादी असिद्धा अपि च अपि च त्रिपाद्यां पूर्वत्रिपाद्याः दृष्ट्या परत्रिपादी असिद्धा. इदम् अधिकारसूत्रं तस्य प्रभावः भवति ग्रन्थस्य अन्तपर्यन्तं पूर्वस्मिन् इति पूर्वत्र न सिद्धम् असिद्धं पूर्वत्र अव्ययम् असिद्धं प्रथमान्तं द्विपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं पूर्वत्र असिद्धम्. अग्रे पठनीयं वा भगिनि? न, समीचीनं समीचीनं. पूर्वत्र सूत्रमिति स्पष्टमस्ति मन्ये. सपादसप्ताध्यायं यानि सूत्राणि सन्ति तानि प्रति त्रिपाद्यां स्थितानि सूत्राणि असिद्धानि. त्रिपाद्यमपि पूर्वत्रिपादिसूत्रं प्रति परत्रिपादिसूत्रम् असिद्धम्. ओके, धन्यवादः. इदानीम् अग्रे अनिमा भगिनी अग्रे पठतु. चकारान्तधातोः वर्गद्वयं तुक्सहितचकारान्तधातुः इति चेत् छोः षूडनुनासिके च इत्यनेन षत्वं तदा प्रश्च भ्रश्च सृज मृज यज राज भ्राज छशांशः इत्यनेन षत्वम्. तत्र चकारान्तधातुः अस्ति चेत् प्रक्रियाद्वयं भवति. तुक्सहितचकारान्तधातुः अस्ति चेत् षकारादेशः भवति छोः षूड् अनुनासिके च इत्यनेन सूत्रेण. तदनन्तरं षकारान्तः अस्ति इत्यतः व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशां षः इत्यनेन षकारस्य षकारादेशः भवति. उदाहरणमस्ति पाप्रच् योगः हि, तत्र हकारस्य हुजल्भ्यो हेर्धिः इत्यनेन पाप्रच् योगः धि इति भवति. तदनन्तरं यतोहि छकारान्तः अस्ति छोः षूडनुनासिके च इति सूत्रं कार्यं करोति, तद् तेन पाप्रश् योगः धि इति भवति. तदनन्तरं यतोहि षकारान्तः अस्ति व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशां षः इत्यनेन पाप्रश् योगः धि इति भवति. इदानीं ष्टुत्वं कार्यं करोति, धकारः परे अस्ति षकारः पूर्वमस्ति इत्यतः ष्टुनाष्टुः कार्यं करोति, पाप्रश् योगः ढि इति भवति. इदानीं झलां झष् झषि इत्यनेन पाप्रड् योगः ढि इति भवति, पाप्रड्ढि इति रूपम्. अग्रे पठामि वा? पठतु अग्रे. इदानीम् एकं कार्यम् अभवत्. द्वितीयप्रक्रिया, यदि तुक्सहित छकारान्तधातुः नास्ति चेत् चोः कुः इत्यनेन कुत्वं भवति. उदाहरणमस्ति वावाञ्च् योगः हि, तत्रापि हुजल्भ्यो हेर्दिः इति सूत्रेण वावाञ्च् योगः धि इति भवति. तत्र तस्य प्रसक्तिः न भवति. भ्रश्च भ्रश्च सृज मृज यज राज भ्राज छशां षः इति सूत्रस्य प्रसक्तिः न भवति अत्र, यतोहि छकारः नास्ति. अत्र चोः कुः एव कार्यं करोति, अतः तेनेन कुत्वं भवति. वावाङ्घ् योगः धीति भवति. नश्च अपादान्तस्य नश्च अपदान्तस्य झलि इति सूत्रेण वावाङ्क् अनुस्वारः भवति नकारस्य वावाङ्क् योगः धि इति भवति झलां झश् झषि इत्यनेन झष्त्वं भवति वावाङ् योगः धि इति भवति इदानीम् अनुस्वारस्य ययि परसवर्णः इत्यनेन वावाङ् धि इति रूपं प्राप्नुमः अत्रापि अकृतव्योः पाणिनीयः इत्यस्य प्रवृत्तिः अस्ति खलु छ इति तत्र छकारस्य कुत्वं भवति अतः नकारस्य ञ इति आदेशः न भवति इति नशिष्यमाणं निमित्तम् आम् अतः वावाञ्च नकारं स्वीकृत्य एव प्रक्रिया प्रवर्तते ओके अस्तु भगिनि धन्यवादः इदानीं मीना भगिनी सूत्रं पठति वा प्रथमवाक्यम् अनुवृत्ति शोः शूर् अनुनासिके च तुक् सहितचकारस्य स्थाने षकारादेशः अपि च वकारस्य स्थाने ऊट् आदेशो भवति अनुनासिकादिप्रत्यये परे क्विप् परे जलादिप्रत्यये च परे अनुवृत्तिसहितसूत्रं श्वोः चकारवकारयोः अङ्गस्य शूट् क्विजलोः अनुनासिके च इति सूत्रं विवरणं कर्तव्यं वा अग्रे पठामि वा अग्रे पठतु धातुः टवर्गान्तः प्रत्ययः धकारादिः प्रत्ययादौ धकारस्य स्थाने ठकारादेशो भवति ष्टुनाष्टुक् इति सूत्रेण धात्वन्ते टवर्गीयवर्णस्य स्थाने जश् आदेशः धकारः इति जलां जश् जशि इति सूत्रेण यथा लो लुट् योगः धी हि भवति तत्र कूजल्भ्यो हेर्दिः इति सूत्रेण किल धी भवति लो लुट् ष्टुनाष्टुः इति सूत्रेण प्रत्ययस्तस्य इड् स्थाने धकारस्य स्थाने इड् आदेशः ष्टुनाष्टुः इति सूत्रेण इदानीं लो लो लुट् योगः धि इदानीं जलां जस् जशि इति सूत्रेण लो लो लुड् ढि भवति जलां जस् जशि इति सूत्रेण जस्त्वं भवति लो लुड् योगः ढि वर्णमेलनेन लो लो लुड्ढि इति भवति सम्यक् सम्यक् धन्यवादः भगिनि समीचीनं प्रक्रिया सरला एव इदानीम् अग्रे किं विजयलक्ष्मी भगिनी अग्रे पठति वा पापट् योगः हि पापट् योगः धि वक्तव्यं वा एवमेव पठनीयं वा भगिनि एवमेव पठतु कुत्रचित् नूतनमस्ति चेत् प्रतिपादयतु भगिनी अत्र हि स्थाने हु जल्भ्यो इति सूत्रस्य कार्यम् अकृत्वा झयोः अन्यतरस्याम् इति सूत्रेण न भवति वा जयोः अन्यतरस्याम् इति त्रिपाद्यमस्ति खलु हूजल्भ्यो हेर्दि इति अङ्गकार्यमस्ति पूर्वमेव करणीयम् इति वा मम अवश्यम् अस्तु पापट् योगः हि पापट् योगः धि ष्टुनाष्टुः इत्यनेन ष्टुत्वं भूत्वा धि इत्यस्य ढि इति भवति पापट् योगः धि जलां जश्चषि पापड् योगः ढि पापट्ठि ईड् योगः द्वे ष्टुनाष्टुः इत्यनेन ईड् योगः द्वे ईड् द्वे धातुपाठे कोऽपि ढकारान्तधातुः नास्त्येव परन्तु हकारान्तः धातुः अस्ति चेत् सामान्यनियमेन होढः इत्यनेन हस्थाने ढ आदेशो भवति इति जानीमः. त्रिणेः योगः हि, त्रिणेः योगः धि, भूजल्भ्योसूत्रे. इदानीं होढः इत्यनेन हकारस्य पदा अन्ते त्रिणेः इत्यस्य अन्तिमहकारस्य स्थाने ढकारादेशः त्रिणेढ् योगः धि, ष्टुनाष्टुः इत्यनेन त्रिणेढि, ढोढे लोपः इति पूर्वतनस्य ढकारस्य लोपः. इदानीं त्रिणे इदानीं नकार तु अण् अस्ति, अतः त्रिणेढि इति एव. समीचीनं. सूत्रद्वयं सारांशं वदतु. होढः हकारस्य स्थाने ढकारादेशो भवति, झलि पदान्ते च. अनुवृत्तिसहितसूत्रं हः ढः झलिपदस्य अन्ते च. अपि च ढोढे लोपः ढकारे परे पूर्वतनस्य ढकारस्य लोपः भवति. सूत्रं स्वयं सम्पूर्णं ढः ढे लोपः. समीचीनं भगिनी, धन्यवादः. इदानीं सरस्वती भगिनी अग्रे. आं भगिनि, धातुः सवर्गान्तप्रत्ययः धकारादिः धत्वन्ते, सवर्गीयवर्णस्य स्थाने जश् आदेशः धकारः इति झलां जश् झषि इति सूत्रेण. प्रत्ययादौ धकारस्य कोऽपि विकारः नास्ति, यतः पूर्वं सवर्गीयवर्णः अस्ति. यथा कृन्त योगहि पूजल्भ्यो हेर्दिः इत्यनेन कृन्तयोग धि भवति, हि स्थाने धि हकारस्य धकार भवति. इदानीं झलां झषि इत्यनेन तृतीयसदस्य आदेशः, अतः कृन्द योगधि कृन्धि कृन्दयोगधि झरो झरि सवर्णे इत्यनेन विकल्पेन झरः लोपः. तर्हि यत्र लोपः झरो झरि सवर्णे लोपः पक्षे कृन्धि भवति. यदि तत्र लोपः न भवति तर्हि कृन्धि भवति, इत्युक्ते दकार सकार द्वयो. अद्योग हि कुजल्भ्योर्हेधिः इत्यनेन हिकारस्य स्थाने धिकार धि भवति, हि धि भवति. अद्योगधि अद्धि रुन्ध योग हि कुजल्भ्योर्हेधिः रुन्ध योगधि झलां झषि इत्यनेन तृतीयसदस्य आदेशः, तर्हि धकारस्य स्थाने अल्पप्राण दकार आगच्छति. रुन्दयोगधि इदानीं पुनः सवर्ण अस्ति, हल्वर्णः नकार अस्ति, तदनन्तरं झर्वर्णः अस्ति, तदनन्तरं पुनः यद् झर्वर्णः तदपि सवर्णः अस्ति. अतः अत्र विकल्पेन झर्वर्णस्य लोपः भवति. यदि लोपः भवति तर्हि दकारस्य लोपः भूत्वा रुन्धि भवति. यदि न भवति लोपः तर्हि रुन्धि एवं भवति. अत्र अग्रे पठामि भगिनि. आमां पठतु. अत्र कृन्धि रुन्धि इत्यनयोः विकल्पेन दोलोपं कृत्वा कृन्धि रुन्धि भवतः. सूत्रमस्ति झरो झरि सवर्णे इति, अधोलिखितं विवरणं कृपया पठ्यताम्. तदा रुन्धधातोः उदाहरणं पश्याम. जष्ट्वं कृत्वा रुङ् योगधि इति स्थितिः. अस्मिन् न इति हल् दकारान्त प्राक्, दकार इति झर्, धकार इति दकारस्य सवर्णझर् दकारात् परे. अतः हल् परतः दकारः, यस्मात् परे सवर्णझर् धकारः इति स्थितिः. अस्यां दशायां हल् परतः झरः दकारस्य विकल्पेन लोपः. तर्हि पूर्वं वयं दृष्टवन्तः तदेव अस्ति. रुन्ध उदाहरणमस्ति, रुन्ध रुन्ध योग हि धी तु भवति एव हूजर्भ्यो यद्विन. इदानीं नकार हल् अस्ति, तदनन्तरम् अस्ति धकार यद् अस्ति झर्वर्णः, तदनन्तरमस्ति पुनः धी धी अत्र धकार झर्वर्ण अस्ति तदा तस्य स्थाने तदपि दकारस्य सवर्ण एव भवति. अतः अत्र निमित्तानि पूरितानि, तर्हि जरोजरि सवर्णे कार्यं करोति. तत् कार्यं किम् इत्युक्ते विकल्पेन झर्वर्णस्य लोपः भवति. तर्हि अत्र दकार झर्वर्णः अस्ति, झर्वर्णः अस्ति, अतः यदि लोपः भवति तदि रुन्धि भवति, पक्षे रुन्दधि भवति. अग्रेपि पठामि किं भवति सूत्रं, प्रथमवाक्यम् अनुवृत्तिसहितसूत्रम् अस्तु. झरुझरि सवर्णे अष्टम अध्यायस्य चतुर्थपादस्य पञ्चषष्टितमं सूत्रमस्ति. हल् उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे. अनुवृत्तिसहितसूत्रमस्ति, हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम्. समीचीनं भगिनि, धन्यवादः, सम्यक् अस्ति. कोऽपि प्रश्नः अस्ति वा तावता? अस्तु, तर्हि वंशी भगिनी अग्रे पठतु. ओके, तर्हि अरुणा भगिनी पठतु. पाठन्ती अस्मि. अस्तु, झरौचरि सवर्णे इति तदभवत् अग्रिम अग्रे. हा, धातुः शकारान्तः प्रत्ययः धकारादिः. शकारान्तधातोः अन्तिमशकारस्य स्थाने शकाराधेशः भवति. व्रश्च भ्रश्च सृज भुज यज राज भ्राज छषां षः इति सूत्रेण अयं झलां झषु इत्यस्य अपवादः. नो चेत् शकारस्य स्थाने तृतीयसदस्य चकारादेशः भवति स्म. अस्तु, तत्र सूत्रमस्ति, सूत्रद्वयोः मध्ये कस्य सूत्रस्य प्रवृत्तिः इति चेत् तत्र झलां झषु इति त्रिपाद्यं परसूत्रमस्ति, व्रश्च भ्रश्च इति तु पूर्वसूत्रमस्ति. अतः तत्र त्रिपाद्यां परतिपादी असिद्धा इति कारणात् पूर्वत्र सिद्धमित्यनेन व्रश्च भ्रश्च एव कार्यं करोति. नो चेत् यदि तदेव कार्यं करोति, जलां झषु इति कार्यं न करोति इति प्रथमः बिन्दुः अस्ति. तृतीयादौ ढकारस्य स्थाने ढकारादेशः भवति स्थुनार्थुः इति सूत्रेण. तत्र तु दृष्टमेव अस्माभिः, ढकारस्य स्थाने ढकारादेशः भवति यदि षकारः पूर्वमस्ति, टकारः पूर्वमस्ति इति तु दृष्टमेव पूर्वस्मिन् उदाहरणे. धात्वान्ते षकारस्य स्थाने जश् आदेशः झलां झषि इति सूत्रेण. षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने झष्ट्वं नाम टकारादेशः. धात्वान्ते धातोः अन्ते षकारः अस्ति, तस्य स्थाने यदि जश् आदेशः करणीयः अस्ति तर्हि जश् स्थाने मूर्धन्यवर्णस्य तृतीय वर्गस्य वर्णस्य तृतीयवर्णस्य आदेशः भवति, डकारस्य आदेशः भवति इति त्रयः बिन्दवः उक्तः अस्ति. तत्र धातोः षकारान्तः अस्ति, त्रयः बिन्दवः धातुः षकारान्तः प्रत्ययधकारादि अस्ति इति मत्वा तत्र त्रयः बिन्दवः द्रष्टव्यः इति अस्ति. द्रष्टव्याः धन्यवादः. यथा ईष् योगः द्वे, व्रश्च भ्रश्च सृज मृज यज राज भ्राज चषांशः इत्यनेन शकारस्य द्रष्टव्यः न द्रष्टव्यः, द्रष्टव्यः इति उक्तवती खलु. हा, द्रष्टव्यः न द्रष्टव्यः, द्रष्टव्यः न द्रष्टव्यः, द्रष्टव्यः. धन्यवादः, समीकरोमि. द्रष्टव्याः, अस्तु. भ्रश्च भ्रश्च सृज भृज यज राज प्राज चषांशः इत्यनेन षकारस्य स्थाने तालविषकारस्य स्थाने मूर्धन्यषकारादेशः भवति. अनेन सूत्रेण ईश्लोकः द्वे स्थितिः अस्ति अधुना. पुनास्तुः इत्यनेन प्रत्ययस्तस्य ढकारस्य स्थाने ढकार आदेशः भवति. अत्र तु ईश् इति ढकारः अस्ति, निमित्तमस्ति, अतः ढकारस्य स्थाने ढकारः आदेशः भवतु. चतुर्थः वर्णः आदेशः भवतु. ईश्लोकः द्वे जलां झषि इत्यनेन झष्वम्, अतः मूर्धन्यषकारस्य स्थाने मूर्धन्यवर्गीयवर्णस्य तृतीयः वर्णः आदेशः भवति. ईट्लोकः द्वे वर्णमेलनेन ईद्वे इति भवति. समीचीनम्, सम्यक्, धन्यवादः. इदानीम् अग्रे अरुणा भगिनी पठतु. आं भगिनि, धातुः षकारान्तः प्रत्ययः धकारादिः. प्रत्यय आदौ धकारस्य स्थाने ढकारादेशो भवति सुनास्तुः इति सूत्रेण. धात्वान्ते षकारस्य स्थाने जश् आदेशः जलां जश् जस् इति सूत्रेण. षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जस्तं नाम डकारादेशः भवति. वयं जानीमः षकारान्तदात् अस्ति प्रत्ययडकारादेशस्य, डकार स्थाने डकार आदेशः भवति स्टुनास्तुः इति सूत्रेण. धात्वान्ते षकार अस्ति, तत्र जस्तं भवति जलां जश्चषि इति सूत्रेण. अतः षकारस्थाने डकारः आगच्छति. उदाहरणमत दत्तं छच् युगा द्वे, द्वे डकारान्त अस्ति प्रत्ययः, डकारादिप्रत्ययः. स्कोः संयोगाद्योरन्ते चैतनेन ककारस्य लोपः भवति. अत्र छष् युगः द्वे स्टुनास्तु इत्यनेन प्रत्ययस्तस्य दादास्थाने ढकार आदेशः भवति. जस्तं भूत्वा छड् षकारस्थाने ढकार आगच्छति, छड् द्वे इति भवति. छच्वा युग द्वे अत्र छकार ककार षकार अस्ति, संयोग अस्ति. ततः स्कोः संयोगाद्यन्ते च इति सूत्रेण ककारलोपः भवति, केवलं षकारः अवशिष्यते. छष् युगः द्वे स्टुनाश्चुः इत्यनेन ढकारस्थाने प्रत्ययस्य ढकारस्थाने ढकार आदेशो भवति. तदनन्तरं जलां जश् जशि इति सूत्र जस्तं भूत्वा छड् युगः द्वे, छड् द्वे इति रूपं निष्पन्नं भवति. तथैव बहु समीचीनं भगिनि, धन्यवादः, सम्यक् अस्ति. इदानीं सूर्यकुमारी भगिनी अग्रे. भगिनि, उष् योगः हि उष् तत्र प्रथमं हूजल्भ्योहेति इत्यनेन हि स्थाने धि भवति, उष् योगः धि. अनन्तरं षकार धात्वन्ते षकार अस्ति, स्तुनास्तुः इत्यनेन धि स्थाने धि भवति, उष् योगः डि. अनन्तरं जलां जस्जसि इत्यनेन षकारस्य स्थाने डकारायाति, उड् योगः डि, वर्णमेलने उड्डि भवति. तदेव द्विष् योगः हि तत्रापि प्रथमं धि स्थाने हि स्थाने धि भवति, हूजल्भ्योहेर्धि इत्यनेन. अनन्तरं स्टुनास्तु इत्यनेन धि स्थाने धि भवति. अनन्तरं जलां जस्जसि इत्यनेन षकारस्य स्थाने धि डकारायाति, द्विड्योगः धि, द्विड्धि. बहु समीचीनं भगिनि, धन्यवादः. इदानीम् उमा भगिनी अग्रे स्वीकरोति वा अग्रिम उदाहरणम्, अपि च सूत्रं पठामि. अचक् योगः ध्वं स्कोः संयोगाद्योरन्ते इत्यनेन ककारस्य लोपः, ककारस्य लोपः, ओके. अचष् अचष् इति आगच्छति, देन् अचस् योगः ध्वं सुनास्तुः इत्यनेन अचस् योगः ध्वं जलां जस्यसि इति सूत्रेण अच्छन् अचड् योगः ध्वम् अच्छध्वम् इति आगच्छति. समीचीनं संयोगाद्योरन्ते च संयोगस्य प्रथमशब्दस्य सकारः सकारः वाक्ये संयोगस्य प्रथमसदस्य लोपो भवति न तु द्वितीय न तु द्वितीयसदस्य झलि पदान्ते च अनुवृत्तिसहितसूत्रं सदस्यस्य आत्मसदस्यस्य लोपः न भवति द्वितीयसदस्यस्य लोपः भवति झलि पदान्ते सदस्यस्य झलि पदान्ते देन् अनुवृत्तिसहितसूत्रं संयोगाद्योः कोः लोपः झलि पदस्य अन्ते च सम्यक् अस्तु उषा भगिनी समापयामः इतोपि स्वीकरोतु धातुः सकारान्तः आं भगिनि धातुः सकारान्तः प्रत्ययः धकारादिः धकारादिप्रत्यये परे सकारान्तधातोः सकारस्य लोपः धिच इति सूत्रेण अयं झलां झष् झषि इत्यस्य अपवादः नो चेत् सकारस्य स्थाने तृतीयसदस्य दकारादेशः भवति स्म. अस्तु दकारादिप्रत्ययः परः अस्ति सकारान्तधातुः अस्ति सकारस्य लोपः भवति धिच इति सूत्रेण धिच इति सूत्रं झलां झष् झषि इत्यस्य अपवादः भवति यतोहि झलां झष् झषि कार्यं करोति चेत् सकारस्य स्थाने सकार धातोः सकारः अन्तिमवर्णः सकारः सकारस्य स्थाने दकारादेशः भवति दन्त्यवर्णः जलां झष् झषि इत्यनेन झष् इत्यस्य तृतीयवर्णस्य आदेशः भवति. यथा चकास् योगः हि इति चेत् हि स्थाने धि आयाति हू जल्भ्यो हेर्दिः चकास् योगः धि इति भवति इदानीं धि च कार्यं करोति चकायोगः धि वर्णमेलनेन वर्णमेलने चकाधि भवति तथैव कंस् योगः सूत्रं पठतु तावदेव सूत्रं पठतु ओ अस्तु धि च सकारस्य लोपः भवति धकारादिप्रत्यये परे परिचितं सूत्रमेव अनुवृत्तिसहितसूत्रं धि च सस्य लोपः दीपरः अस्ति चेत् सकारस्य लोपः भवति. समीचीनम् एवमेव अन्यानि रूपाणि एवमेव कंस् योगः द्वे खन्द्वे आस् योगः द्वे आद्वे सकारलोपः निम्स् योगः द्वे निन्द्वे आशास् योगः द्वे आशाद्वे सकारलोपः वस् योगः द्वे वद्वे इति भवति. समीचीनम् समीचीनं तर्हि अत्र किमर्थम् इत्युक्ते इदं सूत्रं तु त्रिपाद्याम् अस्ति अतः किमर्थं दकारादिप्रत्यये परे इति किमर्थं वक्तव्यम् अङ्गकार्यं नास्ति अतः किमर्थं दकारादिप्रत्यये परे इति किमर्थं वक्तव्यम् इत्यस्मिन् विषये चर्चा अस्ति अत्र अग्रे लिङ्क् दत्तमस्ति द्रष्टुमिच्छन्ति चेत् तत्र गत्वा द्रष्टुं शक्नुवन्ति अग्रे लुङ्लकारस्य प्रक्रियायाम् अस्य विवरणं दत्तमस्ति तत्र गत्वा द्रष्टुं शक्नुवन्ति अत्र अग्रिमसप्ताहे समये सति वयं पठिष्यामः. वस्तुतः किमर्थं दकारादिप्रत्यये परे इति वक्तव्यं यदि पदद्वयम् अस्ति यथा अत्र पयस् योगः धावति इति अस्ति तत्र यदि पयस् योगः धावति इत्यत्र सकारस्य लोपः स्यात् धीच इति सूत्रेण तदानीं पयो धावति इति इष्टं रूपं न लभ्यते अतः तत्र अतः एव प्रत्यये परे इति वक्तव्यं दकारादिप्रत्यये परे यदि दकारादिप्रत्यये परे इति न वदामः तदानीं पयो धावति इति न रूपं न लभ्यते पयस् इति सकारस्य लोपः भवति पयधावति इति अनिष्टरूपपत्तिः भवति तदर्थं सूत्रे दकारादिप्रत्यये परे इति वक्तव्यं नो चेत् भिन्नभिन्नपदं भिन्नं भिन्नं पदं यत्र एकस्य पदस्य अन्ते सकारः अन्यस्य पदस्य आदौ धकारः वर्तते चेत् अस्य सूत्रस्य कार्यं न स्यात् इति विवरणम् अग्रे करपत्रे अन्यस्मिन् करपत्रे दीयते. तद् अग्रिमसप्ताहे वयं दक्ष्यामः. तर्हि अत्र स्थगनं कुर्मः. कोऽपि संशयः अस्ति वा? एतत् सर्वं बहु परिचितम् अस्ति इति कृत्वा वयं शीघ्रं गच्छामः. संशयः सन्ति चेत् पृच्छन्तु. इतोपि मन्दं गन्तव्यं चेत् वदन्तु. नास्ति भगिनि, सम्यक् अस्ति. यतोहि सूत्राणि तु एतानि सूत्राणि तु पूर्वमपि पठितानि किल, प्रथमकरपत्रे द्वितीयकरपत्रे तृतीयकरपत्रे पठितानि एव. नो चेत् बहु मन्दं गच्छामः चेत् निद्रा आगच्छति. समीचीनम्. सम्यक् अस्ति. अग्रे गच्छामः अग्रिमसप्ताहे. अत्र स्थगयामः. नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः.